पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 101 सूत उवाच देवदेवो हृषीकेच्छस्त्वङ्कपुत्रं नृपोत्तमं समाचष्टमहाश्रेय आख्यानं पापनाशनं श्रूयतामभिधास्यामि चरित्रम् श्रेयदायकं द्विजस्यापि च वृत्तान्तं कुञ्जलस्य महात्मनः विष्णुरुवाच कुञ्जलश्चापि धर्मात्मा चतुर्थं पुत्रमेव च समाहूय मुदायुक्त उवाचैनं कपिं जलम् किं नु पुत्र त्वया दृष्टमपूर्वं कथयस्व मे भोजनार्थं तु यासि त्वमिध कस्मिन् सुतोत्तम तदा चक्ष्व महाभाग यदि दृष्टं सुपुण्यदं कपिञ्चल उवाच यच्च तादत्वया पृष्टमपूर्वं प्रवदाम्यहम् यन्न दृष्टं श्रुतं केन कस्मान्नैव श्रुतं मया तदिहैव प्रवक्ष्यामि श्रूयदामधुनापितः शृण्वं तु भ्रातरः सर्वे मातस्त्वं शृणु साम्प्रतं कैलासपर्वतश्रेष्ठो धवलश्चन्द्रसन्निभः नानाधातुसमाकीर्णो नानावृक्षोपशोभितः गङ्गाजलैः शुभैः पुण्यैः चालितः सर्वतः पितः नदीनां तु सहस्राणि दिव्यानि विविधानि च यस्मात्तादप्रसूतानि जलानि विविधानि च तडागानि सहस्राणि सोदकानि महागिरौ नद्यः सन्ति विशालिन्यो हंससारससेविताः तस्मिञ्चिखरिणां श्रेष्ठे पुण्यदा पापनाशनाः वनानि विविधान्येव पुष्पितानि फलानि च नानावृक्षोपयुक्तानि हरितानि शुभानि च किन्नराणां गणैर्युक्तश्चाप्सरोभिः समाकुलः गन्धर्वचारणैः सिद्धैर्देववृन्दैः सुशोभितः दिव्यवृक्षवनोपेदो दिव्यभावैः समाकुलः दिव्यगन्धैः सुशोभाढ्यैर्नानारत्नसमन्वितः शिलाभिःस्फटिकस्यापि शुक्लाभिस्तु सुशोभनः सूर्यतेजो मयोराजंस्तेजोभिस्तु समाकुलः चन्दनैश्चायुर्गन्धैश्च बकुलैर्नीलपुष्पकैः नानापुष्पमयैर्वृक्षैः सर्वत्र समलङ्कृतः पक्षिणां सुनिनादैश्च दिव्यानां मधुरायते षट्पदानां निनादैश्च वृक्षौखैर्मधुरायते ऋतैश्च कोकिलानां तु शोभदे स वनोगिरिः गणकोटिसमाकीर्णं तत्रास्ति शिवमन्दिरम् अंशुभिर्धवलं पुण्यं पुण्यराशिशिलोच्चयं सिंहैश्च गर्जमानैश्च सैरिभैः कुञ्जरैस्ततः दिग्गजानां सुखोषैश्च शब्दितं च समं तदः नानामृगैः समाकीर्णं शाखामृगगणाकुलं मयूरकेकाघोषैश्च गुहासु च विनादितम् कन्दरैर्लेपनैकूडैः सानुभिश्च विराजितम् नानाप्रस्रवणोपेदमोषधीभिर्विराजितम् दिव्यं दिव्यगुणं पुण्यं पुण्यधाम समाकुलं सेवितं पुण्यलोकैश्च पुण्यराशिं महागिरिं पुलिन्दभिल्लकोलैश्च सेवितं पर्वतोत्तमं विकटैशिखरैः कोडैरद्रिराजप्रकाशते अन्यैर्नानाविधैः पुण्यैः कौतुकैर्मङ्गलैः शुभैः गङ्गोदकप्रवाहैश्च महाशब्दं प्रसुश्रुवे शङ्करस्य गृहं तत्र कैलासं गतवानहं तत्राश्चर्यं मया दृष्टं यन्न दृष्टं कदा श्रुतम् श्रूयतामभिधास्यामि तादसर्वं मयोदिदं शिखराद्गिरिराजस्य मेरो पुण्यान्महोदयाद हिमक्षीर सुवर्णस्तु प्रवाहपदिदे भुवि गङ्गायाश्च महाभाग रम्भसा कोशभूषितः कैलासस्य शिरप्राप्य तत्र विस्तरतां गदः दशयोजनमानेन तत्र गङ्गा ह्रदो महान् महातो येन पुण्येन विमलेन विराजते सर्वतो भद्रतां प्राप्तो महाहंसैः प्रशोभते सामोच्चारेण पुण्येन दिव्येन मधुरेण च हंसास्तत्र प्रकूजन्ति सरस्तेन विराजते तस्य तीरे शिलायां वै हिमकन्या महामदे आसीना मुक्तकेशां ता रूपद्रविणशालिनी दिव्य रूपसुसम्पन्ना सगुणा दिव्यलक्षणा दिव्यालङ्कारभूषा च तस्यास्तीरे विराजते न जाने गिरिराजस्य तनया वा महोदधेः नो वास्ति ब्रह्मणपत्नी सा वा स्वाहा भविष्यति इन्द्राणी वा महाभागा रोहिणी वा भविष्यति ईदृशी रूपसम्पत्तिर्युवतीनां न दृश्यते अन्यासां च सुदिव्यानां नारीणां ताद सर्वथा यादृश्यं रूपसम्भावं गुणशीलं प्रदृश्यते अप्सरसां कदा नास्ति तादृशं रूपलक्षणं यादृशं तु मया दृष्टं तदङ्गं विश्वमोहनं शिलापदे समासीना दुःखेनापि समाकुला रुदते सुस्वरैर्बाला अनेकैः स्वजनैर्विना अश्रूणि मुञ्जमाना सा मुक्ताभानि बहूनि च निर्मलानि सरस्यत्र पदं त्येव महामदे बिन्दवो मौक्तिकाभास्ते निपतन्ति महोदके तेभ्यो भवन्ति पद्मानि हृद्यानि सुरभीणि तु पद्मानि जज्ञिरेतेभ्यो नेत्राश्रुभ्यो महामदे गङ्गाम्भसि तरन्त्येव असङ्ख्यातानि तानि तु पतितानि सुहृद्यानि रंहसा यानि तानि तु गङ्गाप्रवाहमध्ये तु हंसवृन्दै सुसेविते भागीरथ्या प्रवाहस्तु तस्मात् स्थानाद्विनिर्गतः कैलासशिखरं प्राप्य रत्नाख्यं चारुकन्तरम् वर्तते तूयपूर्णस्तु योजनद्वयविस्तृतः हंसवृन्दसमाकीर्णो जलपक्षिसमाकुलः नानावर्णविशेषाणि सन्ति पद्मानि तत्र च प्रवाहे निर्मले ताद मुनिवृन्दनिषेविते अश्रुभ्यो यानि जातानि प्रभादे कमलानि तु गङ्गोदकप्लुतान्येव सौरभाणि महान्ति च प्रतरन्ति प्रवाहे तु निर्मले जलपूरिते मध्ये मध्ये सुहंसैश्च जलपक्षिनिनादिते सूद उवाच रत्नाख्ये तु गिरौ तस्मिन् रत्नेश्वरमहेश्वरः देवदैत्य सुपूज्योऽपि तिष्ठते ताद सर्वदा तत्र दृष्टो मया ताद कश्चित् पुण्यमयो मुनिः जडाभारसमाक्रान्तो निर्वास दण्डधारकः निराधारो निराहारस्तपस्सातीव दुर्बलः कुशाङ्गोऽप्यस्थितसङ्घातस्त्वचा मात्रेण वेष्टितः भस्मोद्धूलितमात्राणि सर्वाङ्गानि महात्मनः शुष्कपत्राणि भक्षेद शीर्णानि पतितानि च शिवभक्तिसमासीनो दुराधारो महातपः अश्रुभ्यो यानि जातानि पद्मानि सुरभीणि च गङ्गात्तोयात्समानीय देवदेवं प्रपूजयेत् रत्नेश्वरं महाभागो गीतनृत्य विशारदः गायते नृत्यते तस्य द्वारस्थास्त्रिपुरद्विषः मठमागत्य धर्मात्मा रोदते सुस्वरैरपि यदृष्टं मया ताद अपूर्वं वदतां वर कथयस्व प्रसादान्मे यदि त्वं वेत्सि कारणं सा का नारी महाभागा कस्मात् ताद प्ररोदिति कस्मात् स देवपुरुषो देवमर्चेन्महेश्वरम् तन्मे त्वं विस्तराद्ब्रूहि सर्वसन्देहकारणम् एवमुक्तो महाप्राज्ञः कुञ्चलोऽपि सुतेन हि कपिं जलेन प्रोवाच विस्तराच्छृण्वदो मुनेः इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे एकाधिकशततमोऽध्यायः ॐ